ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं कर्वावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः। धन्यवादः। धन्यवादः महोदय। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। तत्र अस्माकं वर्तमानः विषयः कः इत्युक्ते तत्र हलन्तपदानां परिचयः। अस्मिन् विषये वयं तत्र एकां कथां पठन्तः स्मः। तत्र आपत्सु मित्रं जानीयात् इति कथा अस्ति, तत्र करपत्रे अस्ति। अरुणा भगिनी नमस्कारः। भगिनी नमस्ते महोदय। नमस्कारः। अस्तु, तर्हि तत्र कथां तत्र प्रायशः किञ्चित् भागमेव अस्ति इति मन्ये, तद् पठित्वा तदनन्तरम् अभ्यासाः सन्ति, तान् अपि कृत्वा तदनन्तरं गीतासोपानं द्वितीयभागम् इति तत्र गच्छामः। अस्तु, वंशीसुतभगिनी नमस्कारः। नमस्ते महोदय। शुभाशयः महोदय। नूतनसंवत्सरस्य शुभाशयः भगिनि। अस्तु, तत्र कथा अस्ति भगिनि, तत्र सुधाम अपि सुशीलायाः कथा करपत्रे किल महोदय? करपत्रे अस्ति, करपत्रे अन्तिमे पुटे अस्ति। आम् आम् महोदय। अत्र अतः किञ्चित् स्मरणार्थं तत्र किं किम् अभवत् इति, एकवर्षानन्तरम् एतां कथां पठामः खलु, अतः स्मरणं प्रायशः नास्ति। शुभदा भगिनी नमस्कारः। नमस्कारः महोदय। नमस्कारः भगिनी। अस्तु, तर्हि अतः करपत्रे तत्र कथा अस्ति, सुधामा इति विषये कथा। तत्र वेदा भगिनी किञ्चित् वदति वा तत्र कथायाः आरम्भे, कथायाः परिचयः? प्रयत्नं करोमि महोदय। एषा कथा द्वापरयुगे वर्तते। भगवान् श्रीकृष्णः द्वारका नगर्याः राजा आसीत्। कृष्णस्य बहूनि मित्राणि च सहपाठिनः आसन्। ते सर्वे वने गाः चरन्ति स्म। तेषु मित्रेषु सुधामा कृष्णस्य अन्तरङ्गसुहृदः आसीत्। कृष्णस्य सुधामानाय अतीव स्नेहः आसीत्। ते सर्वे बाल्यवयसि मित्राणि सन्ति। प्रौढे वयसि कृष्णः द्वारकापुरीं गतवान्। तत्र सः राजा अभवत्। तेन कारणेन बाल्यमित्रेण सह सम्पर्कं न स्थापितवान्। सम्पर्कः इदानीं नास्ति। सम्पर्कः पूर्वं यः सम्पर्कः आसीत् सः सम्पर्कः इदानीं नास्ति। समीचीनं भगिनि। छिन्नः अभवत् सम्पर्कः। सुधामा आरम्भात् एव बहु दरिद्राम् अवस्थाम् आसन्। सः दरिद्रः आसीत्। दरिद्रः आसीत् अवस्थाम् इति अहम् उक्तवती इति कारणेन दरिद्राम् अवस्थाम् इति तत्र। अस्तु अस्तु, अवस्थायां, तत्र अवस्थायाम् आसीत् इति। अवस्था इति स्त्रीलिङ्गपदम् अस्ति खलु, अतः दरिद्रावस्था अवस्थायां। कृष्णस्य सः कृष्णस्य परमभक्तः अपि आसीत्। दारिद्र्यवशात् यद्यपि सुधामा बहु कष्टम् अनुभवति इति उक्तं सत्यं वा महोदय? अनुभवति स्म, तथापि तस्य प्रकटीकरणं न करोत्। तस्य पत्नी तत् प्रकटीकरोति इति, तत्र कष्टं तु अस्ति एव खलु, अतः प्रकटनं कस्य विषये तत्र? कष्टम् अस्ति किन्तु अस्तु कष्टं मास्तु तद् तस्य अपगमनाय सः किमपि न कृतवान् तावत्पर्यन्तं समीचीनं भगिनि. अस्तु धन्यवादः भगिनि, भवती बहु किमपि उक्तवती, समीचीनमेव. इदानीं तत्र अर्धभागः कृतः, इदानीं केवलम् अर्धभागः. समीचीनमस्ति, धन्यवादः भगिनि. धन्यवादः. हा धन्यवादः भगिनि. मधु महोदय नमस्कारः. नमस्कारः महोदय. हा तत्र सुदामा इति कथा करपत्रे अपि अस्ति, गतवर्गे पठितवन्तः महोदय. तत्र अन्तिमपुटे तत्र इति अस्ति करपत्रे. अस्तु तर्हि अग्रे तत्र शोभा भगिनी अग्रे किञ्चित् वदति वा? आम् महोदय. यतोहि सुदामा स्वस्य दारिद्र्यस्य कृते किमपि तस्य शमनस्य इति वक्तुं शक्नुमः किल महोदय, दारिद्र्यशमनाय किमपि न कृतवान्. तस्य पत्नी तदर्थम् एकम् उपायं सूचयति. सा स्मारयति सुदामा तत्र षष्ठी सुदामा दीर्घाकार किं भवति महोदय, क्षम्यताम्. सुदाम्नः परममित्रं कृष्णः अधुना राजा भवति, अतः सुदामा तत्र गमनीयम्, अपि च कृष्णं स्वकष्टं वदनीयं. सः गमनीयः अस्तु गमनीयः स्वस्य कष्टस्य विषये वदनीयः भवति सः वदनीयः तदा अथवा तेन वदनीयं तेन गन्तव्यम्, अपि च कृष्णं स्वस्य विषये वदनीयं. तदा कृष्णः अवश्यं तस्य सहायं करोति इति सा उक्तवती, किन्तु सुदामा न अङ्गीकृतवान्, अपि च गन्तुमपि न इष्टवान्. पत्नीम् एव सः बोधितवान्. कृष्णः अधुना बहु व्यस्तः अस्ति राजकार्ये, अपि च तस्य स्मरणे अहम् अस्मि वा न इति अपि न जानामि इति. मां स्मरति न वा इति न जानामि तत्र गत्वा अहं बाधा कर्तुं न इच्छामि इति. अपि अन्यत् कारणमपि सः वदति. समीचीनं भगिनि. तत्र स्वार्थाय, तत्र किमर्थं स्वार्थाय तत्र गत्वा कष्टं ददामि इति कृष्ण. तत्र मित्राय कष्टं स्वार्थाय न दातव्यम् इच्छामि इति. किन्तु यतोहि तस्य पत्नी तं बोधयति अथवा किमपि अन्य, तत् कृष्णः तादृशं न करोति, सा न अङ्गीकरोति, अपि च तथा न भवति. कृष्णः तादृशसंशयः मास्तु, सः अवश्यं साहाय्यं करोति इति. कृष्णस्य विषये अहं बहु किमपि श्रुतवती सः भवान् तु तस्य प्रथमतया मित्रं, परममित्रम् अस्ति. अपि च कृष्णः तस्य स्वभावः एव तादृशः अस्ति अपि. अतः यदि भवान् तत्र गच्छति चेत् फलदायकमेव भवति इति. अतः तत्र नष्टः नष्टः किमपि नास्ति तत्र गन्तव्यं करणीयम् इति आम् आम् इति तदा सुदामा गन्तुं सिद्धः भवति अपि च गतवान् अपि द्वारकातवान् द्वारका प्रति प्रयाणम् आरब्धवान् आरब्धवान् समीचीनं भगिनी धन्यवादः अस्तु इदानीं प्रथमपुटं वयं सर्वे तस्य स्मरणम् अस्ति सर्वेषां मनसि इति मन्ये गीताञ्जलि भगिनी नमस्कारः नमस्ते महोदय हा चिन्ता मास्तु भगिनि हा इदानीं तत्र द्वितीयपुटे किम् अस्ति इति पश्यामः तत्र किं वंशीसुधा भगिनी अग्रे वदति वा किञ्चित् तत्र प्रायशः तत्र कियत्पर्यन्तं वयं पठितवन्तः इति पृथकान् खादितवान् महोदय तत्र ओ तावत्पर्यन्तम् अस्तु भगिनि धन्यवादः अस्तु हा पृथकान् खादितवान् अस्तु भगिनि हा अस्तु तत्र चित्रस्य समीपे तत्र खादितवान् इति अस्ति हा तावत्पर्यन्तम् अस्तु वंशीसुधा भगिनि किञ्चित् वदतु अपि पुनरेकवारं यदि आवश्यकं चेत् पङ्क्तिशः पश्यामः अस्तु महोदय पत्न्याः सूचना अनुसृत्य सुदामा सूचनाम् अनुसृत्य सुदामा द्वारकापुरीं गच्छन्तुं सिद्धः जातः गन्तुं सिद्धः जातः सः पादाभ्यां द्वारकापुरीं प्राप्तवान् तत्र यदि द्वारकापुरी सः तत्र प्रवेशं प्राप्तुम् इष्टवान् तत्र कर्मचारिणः तस्य वाचि न अविश्वासितुं न विश्वसति ते न विश्वसति नगरं तु सः प्रविष्टवान् किन्तु नगरे तत्र राजप्रासादं सः प्रवेष्टुम् इष्टवान् राजप्रासादं यदि गन्तुम् इष्टवान् तत्र कर्मचारिणः तत्र राजप्रासादस्य सम्यक् महोदय राजप्रासादस्य कर्मचारिणः तस्य वाचि न विश्वसन्ति परन्तु ते तं दृष्ट्वा परिहसन्ति च तत्र परन्तु कृष्णः दूरे स्थित्वा सुदामं पश्यन्ति स झटिति सुदामां अन्तःपुरं सः नीतवान् हा सः कृष्णः पश्यन् आसीत् तस्मिन् समये सः पश्यन् आसीत् अपि सः आगत्य सः सुदाम शीघ्रं राजप्रसादम् अन्ते तं प्रासादस्य अन्ते प्रासादस्य अन्ते तं नीतवान् मित्रं नीतवान् अस्तु तदनन्तरं कृष्णः सुदाम्नः पादाभ्यां प्रक्षाल्य न सः न कृतवान् तत्र प्रथमं तु सः भावया इति वक्तुं न भावः अस्ति चेत् भावेन भावेन अथवा भावना अस्ति चेत् भावनया आम् आम् महोदय क्षम्यताम् आत्मीयभावेन सः तम् आलिङ्गनं कृतवान् तदनन्तरं सत्यभामा सुदाम्नः करवस्त्रेण प्रक्षालितवती अपि च करवस्त्रेण प्रोञ्छितवती अपि च तदनन्तरं तदनन्तरं सुदाम्नः पत्नी सुशीला श्रीकृष्णस्य कृते पृथकान् प्रेषितवती परन्तु सुदामा तं दर्शितुं किञ्चित् सः किं कृतवान्? सः गुप्तरूपेण एव तम् अन्ते स्थापितवान्, तत्र तस्य प्रदर्शनं समीचीनं भगिनि. तान् न दृष्टवान्, दर्शितवान् न दर्शितवान्, परन्तु ते पृथकान् अधः पततः अधः पतन्ति पतन्ति वा पृथुकान् पृथुकाः पृथुकाः पृथुकाः अधः पतन्ति. आं, पृथुकाः अधः पतन्ति. कृष्णः तं दृष्ट्वा झटिति तं खादित तान् सन्तोषेण सः सन्तोषेण खादितवान् सन्तोषेण खादितवान् ओ पृथुकाः सन्ति अत्र इति स दृष्ट्वा सन्तोषेण खादितवान् खादितवान्. समीचीनं भगिनि, धन्यवादः. अस्तु महोदय, तत्र सुदाम्नः किम् आत्मन् इति शब्दः तु नास्ति किल? सुदाम्नः अहं न स्मरामि. तत्र गतवर्गे कः अभिप्रायः आसीत्, कोऽपि स्मरति वा? तत्र प्रायश एकनिमिष अरुणा भगिनीं पृच्छामः. अरुणा भगिनी, राजन् शब्दवत् इति, अस्तु शुभदभगिनी, धन्यवादः. राजन् शब्दवत् इति अस्ति इति मन्ये. राज्ञा, अस्तु, तत्र राजन् शब्दे तत्र सन्धि तत्र प्रायश भवति, किन्तु अत्र सन्धि न भवति, तावदेव. परन्तु कथं जानामि महोदय आत्मन् शब्दवत् वा? तदेव तत्र कोऽपि नियमः नास्ति भगिनि. तत्र केवलम् एतादृशम् एतत् पदम् एतस्य तादृशरूपं तस्य पदस्य एतादृशं रूपम् अस्ति इति तत्र केवलम् अभ्यासेन एव भवति. तत्र अन्य कोऽपि नियमः नास्ति इति मन्ये. अतः नकारान्तपुल्लिङ्गपदम् इति जानीमः सुदामन् इति. तदनन्तरं तत्र राजन् शब्दवत् वा, तत्र केवलं तत्र गच्छति गच्छन् तत्र वयं जानीमः खलु. किन्तु अत्र अत्र सुधामन् इति तत्र महोदय अस्ति न वा इति न जानामि भगिनि. वदतु भगिनि. तत्र प्रश्नः महोदय, तत्र आत्मन् शब्दस्य किञ्चित् अधिकः तुलनम् अस्ति वा? तत्र सुदामा, सुदामन्, सुदाम्नः, राजन्, राज्ञः इति भवति किल? हा, तत्र केवलं सन्धिः अस्ति भगिनि, तावदेव. तत्र किमर्थं तत्र वयं राजन् इति चिन्तितवन्तः? सुदामा, सुधामानौ, सुधामानः, सुधामानम्, आत्मानं, सुधामानम्, आत्मानौ, तत्र कुत्र भेदः अस्ति पश्यामः. तत्र भेदः अस्ति वा अथवा नास्ति वा आत्मभिः राजभिः? नकारान्तः गच्छति, अस्तु. आत्मानं सुधामानम् इति अस्ति खलु? आं महोदय, यदि आत्मा शब्दवत् अस्ति चेत् सुधामानं मानः इति भवति, परन्तु सुधाम्नः इति अस्ति तत्र करपत्रे. आत्मन्, आत्मनः, सुधामन्, सुधाम्नः, सत्यम् भगिनी. तत्र प्रायशः तत्र भेदः अस्ति. तत्र पुस्तके सुधाम्नः इति दत्तमस्ति. आं महोदय, किन्तु आत्मन् शब्दम् इव आसीत् चेत् तत्र आत्मन् किं भवति? आत्मनः. महोदय, अकारान्तपुंलिङ्गशब्दरूपम् अस्ति महोदय, सुधाम्ना इति प्रातिपदिक सुधाम्ना इति प्रातिपदिकं रामशब्दवत् अकारान्त शब्द एव. तर्हि तत्र सुदाम्नः न भवति किल भगिनि? सुदाम्नः रामः, रामौ, रामः. न भगिनि, न भगिनि, तत्तु प्रायशः भिन्नपदम् अस्ति भगिनि. यतोहि तत्र तत्र एतत् वाक्यं पश्यामः. तत्र आरम्भात् एव सुधामा निर्धनः आसीत्. तत्र प्रथमविभक्ति एकवचनरूपम् अस्ति सुधामा इति. आं महोदय, हा, अतः तत्र एतत्तु हलन्तपदम् अस्ति खलु भगिनि? सुधामः इति दीर्घ आकारः अस्ति, प्रथमाविभक्ति एकवचनरूपे अतः अतः आत्मशब्द वत् इति अस्ति, किन्तु तत्र सुधाम्नः इति दत्तमस्ति षष्टिविभक्ति. कुत्र अस्ति षष्टिविभक्ति? तत्र दृष्टवन्तः खलु, तत्र सुधाम्नः कुत्र दृष्टवन्तः वयं? सुधाम्नः सुधाम्नः पादौ. हा सुधाम्नः पादौ. हा धन्यवादः भगिनी. हा सुधाम्नः पादौ प्रक्षाल्य वस्त्राञ्चलेन प्रोञ्चितवती. अतः सुधाम्नः अस्ति चेत् तत्र आत्मनः इति इव न भवति. आत्मन् सुधामनः इति भवेत्. शोभा भगिनी, समीचीनं वा भगिनी? अतः अतः गतवर्गे तत्र अभिप्रायः आसीत् तत्र राजन् शब्द तत्र समीप्यम् अस्ति इति. अतः राजन् शब्द इव इति स्वीकुर्मः. सत्यं भगिनि, सत्यं. तत्र राज्ञः इति भवति. सत्यं राज्ञः इति भवति. सत्यं. तत्र सुधाम्नः इत्यस्मिन् तोश्चुनाश्चुः कार्यं न करोति. सत्यं भगिनि. अतः तत्र सुधाम्नः इति एव तिष्ठति तत्र. सत्यं भगिनि. हा अतः तत्र राजन् शब्द इव अस्ति इति भाति. अस्तु समीचीनम्. अस्तु इदानीं तत्र प्रोञ्चितवती अपि इदानीं तत्र खादितवान् तावत् पर्यन्तं कृतवन्तः, किन्तु तत्र अस्तु खादितवान्. अस्तु ततः अग्रे गच्छामः. अस्तु गीताञ्जलिभगिनी अग्रे पठति वा? क्षम्यतां महोदय, मम पार्श्वे पुस्तकमेव नास्ति. अहम् एतत् करपत्रे अस्ति भगिनि, करपत्रे अस्ति, किन्तु चिन्ता मास्तु, करपत्रे पश्यतु, किन्तु इदानीम् अन्य कोऽपि पठति, चिन्ता मास्तु भगिनि. ईमेल् मध्ये अस्ति वा? अस्ति अस्ति भगिनि, तत्र ईमेल् मध्ये करपत्रम् इति अस्ति, अपि कथां पठतु इति तत्र अपि अस्ति, किन्तु चिन्ता मास्तु. उषा भगिनी अग्रे पठति वा भगिनि? आं महोदय. हलन्तपदानि एव सन्ति तत्र. तत्र तत्रैव भगिनि, तत्रैव अन्तिमपुटद्वयम्. ओ अस्तु महोदय, क्षम्यताम्. पश्यामि. अस्तु अस्तु, उषा भगिनि. सुधामा राजप्रसादे कतिचित् चित् अस्ति न महोदय? चित् तत्र कतिचित् कतिचित् तत्र दिनानि इति अस्ति इति कृत्वा तत्र तकारः वा दकारः समानार्थकः. अस्तु, कतिचित् दिनानि उषित्वा रिक्तहस्तः एवं गृहं प्रत्यागतवान् सः. इच्छन् तत्र तत्र भावग्राही वर्तते तावत् पर्यन्तं तत्र वाक्यत्रयं पठतु भगिनि. सः इच्छन् अपि सङ्कोचवशात् स्वप्रयोजनविषये मित्रं वक्तुं न पारितवान्, परन्तु भगवान् भावग्राही वर्तते सः. अस्तु, अग्रिमवाक्यमपि पठतु. सः कथ्यम् अकथ्यं सर्वं तथ्यं जानाति. तावत् पर्यन्तं. अस्तु, इदानीं सुधामा राजप्रसादे तत्र प्रासादे कतिचित् दिनानि समयं दिनानि उषित्वा तत्र एव स्थित्वा यापितवान् दिनानि यापितवान् अपि च रिक्तहस्तेन एव गृहम् आगतवान् प्रति आगतवान्. रिक्तहस्तेन इत्युक्ते किं? रिक्तहस्तः इति किं भवति तत्र? रिक्तहस्तः कः? रिक्तहस्तः सुधामा रिक्तहस्तः इति किं भवति? विशेषणं भवति सुधामा इति पदस्य. विशेषं सुदाम इति विशेष्यं विशेषणं रिक्तहस्तः अकारान्तपदम् इव अस्ति. अपि यस्य हस्तः रिक्तः सः रिक्तहस्तः इति तत्र समासः इति. यस्य हस्तः रिक्तः सः रिक्तहस्तः. यस्य हस्ते किमपि नास्ति तत्र एम्प्टी हेण्डेड् इति वदामः रिक्तहस्तः. न न भगिनि, तत्र प्रायशः बहुव्रीहिः अस्ति, यतोहि अन्यपदप्राधान्यम् अस्ति. अतः रिक्तहस्तः यस्य, यत्र यस्य इति अस्ति चेत् तत्र प्रायशः बहुव्रीहिः एव. अतः तत्र रिक्तहस्तः बहुव्रीहि, तस्य अभिज्ञानं बहु सुलभम् अस्ति. हा, तत्र अन्यपदप्राधान्यम्. अतः तत्र रिक्तहस्त एव गृहं प्रत्यागतवान् उषित्वा लेप् प्रत्ययः. हा, उषित्वा त्वान्त यापित्वा इति. तत्र तिष्ठ्वा, तत्र कतिचित् दिनानि तत्र तिष्ठ्वा तदनन्तरं सः गृहं प्रत्यागतवान्, किन्तु सः हस्ते किमपि नासीत्. सः इच्छन् अपि सङ्कोचवशात् स्वप्रयोजनविषये तस्य विषये किमपि न उक्तवान् कृष्णं प्रति. हा, अस्तु अस्तु, एकमेकं पश्यामः. तत्र सः इच्छन् अपि इच्छन् शत्रु प्रति अस्ति. हा, तत्र किमर्थं हलन्तपदम् इति दत्तमस्ति? इच्छन् इच्छन्तौ इच्छन्तः. हा, समीचीनं. तत्र प्रातिपदिकं किम्? इच्छन्ति इच्छन् इच्छन्तौ इच्छन्तः. हा, तकारान्त इच्छन्तः इति दृष्ट्वा तकारान्तः इच्छत् इति इच्छत्. पठति पठत् इति भवति, पठन् इति पुल्लिङ्गे, स्त्रीलिङ्गे पठन्ति इति नदी शब्दवत्. अत्र तु पुल्लिङ्गे अस्ति, इच्छत् इच्छत् भवति, किं भवति पुल्लिङ्गे? इच्छन् इति. इच्छन् इच्छन्तौ इच्छन्तः. समीचीनम्, इच्छन्तः इच्छन्तः इच्छन्तः इच्छन्तः इच्छन्तः. समीचीनं भगिनि. हा, अतः सः इच्छन् तत्र शत्रान्तपदं किल? तत्र सत्यं भगिनि, हा, शत्रान्तपदं. हा हा, शत्रान्तपदम्. अपि किमर्थं तत्र शत्रान्तप्रयोगः? तत्र किमर्थम् इच्छति इति नास्ति अथवा ऐच्छत् इति नास्ति भगिनि? सः इच्छ, अस्तु अस्तु, तत्र समकाले भवति किल? तत्र हा, समकाले भवति तत्र, खलु भगिनि, उषा भगिनि? सः इच्छति यदा किमपि न उक्तवान्. अतः तत्र क्रियाद्वयमस्ति, सः इच्छति अन्ते इच्छति, अपि सः न किमपि वदति, अतः इच्छन् अपि तत्र क्रियापदम्. हा, अतः तत्र इच्छन् इति शत्रन्तरूपम् अस्ति. समीचीनं भगिनि. हा, तत्र सः इच्छन् अपि अन्यत् क्रियापदं किम् अस्ति? हा, पारितवान्. पारितवान् इत्युक्ते तत्र पारितवान्, तत्र न कर्तुं शक्तवान्. तत्र असहायकः आसीत्. समीचीनं भगिनि. हा, समीचीनं. किं भगिनि? तस्य लट् लकार किं भवति? पारितवान् पारयति इति चुरादिगणे. अपि सेट् अस्ति. शक्नोति इति अस्ति वा? शक्नोति. हा, न, हा, तत्र समर्थः, तत्र असमर्थः आसीत्. तत्र हा, तत्र तत्र विजयं न प्राप्तवान् इति अर्थे अपि तत्र तद् न कर्तुं, स तत् कर्तुं विफलः आसीत् तत्र. तत्र सः कर्तुम् इष्टवान् किन्तु न कृतवान् इति. वक्तुं न पारितवान्, मित्रं वक्तुं न पारितवान्. किं वक्तुं न पारितवान्? मित्रं किं वक्तुं न पारितवान्? दरिद्रतया विषये महोदय. हा, तत्र स्वप्रयोजनविषये स्वप्रयोजनविषये कस्मिन् विषये स्वस्य प्रयोजन स्वार्थाय किमपि प्रयोजनं भवति स्वप्रयोजन तस्मिन् विषये सः मित्रं किमपि वक्तुं न पारितवान् हा सः इष्टवान् किन्तु न पारितवान् अतः इच्छन् न पारितवान् किन्तु किमर्थं न पारितवान् कारणात् सङ्कोचवशात् पञ्चमे विभक्ति सङ्कोचवशात् कारणम् अस्ति सङ्कोचः सङ्कोचवशात् सः मित्रं वक्तुं न पारितवान् इच्छन् यद्यपि आसीत् सः न कर्तुं शक्तः कर्तुं न अशक्तः आसीत् वक्तुम् अशक्तः आसीत् समीचीनं भगिनि अग्रे पारितवान् तवस्तु प्रत्यय अस्ति न महोदय हा हा सत्यं शक्तवान् गतवान् परन्तु भगवान् भावग्राही वर्तते हा भावग्राही तत्र भावग्राहिन् हा समीचीनं हा भावग्राहिन् ग्राहिन् नकारान्तपदं भावं ग्राहिन् ग्राहिनौ ग्राहिनः भावग्राहिनौ समीचीनं भगिनि हा सः भगवान् भावग्राही वर्तते भावं भावस्य ग्रहणं करोति गृह्णाति भावं गृह्णाति ग्राही अस्ति भावग्राही अस्ति यथा तत्र पूर्वस्मिन् पुटे तत्र गुणग्राही सुहृत्प्रेमी इति अस्ति गुणग्राही सुहृत्प्रेमी विद्वान् भक्तानाम् उद्धारकः दरिद्राणां च पोषकः अतः तत्र अत्र किं स्वीकृतमस्ति तत्र सः भावग्राही अस्ति भावग्राही अतः तत्र भावग्राही इत्युक्ते किम् इति अग्रिमे वाक्ये दत्तमस्ति भावग्राही इत्युक्ते सः कथ्यम् अकथ्यं सर्वं तथ्यं जानाति हा तत्र कथ्यं कथ्यम् इत्युक्ते तत्र कथ्यम् अकथ्यं यत् वदामः तद् उक्तम् भवती किमपि उक्तवती यत् भवत्या उक्तं तस्मिन् अर्थे तत्र उक्तम् इति अर्थे तत्र किम् अन्यत् अस्ति तत्र ओ तत्र किं किम् अभवत् कथयतु कृपया कथयतु गतवर्गे किं किम् अभवत् कथयतु तत्र उक्तम् इति अर्थे तत्र कथ्यम् इति कीदृशपदं महोदय कथ्यम् कथ्यं तत्र पठितम् इति तादृश उक्तं तद्धित इति तत्र किं तत्र नाम सर्वे जानन्ति अहं न स्मरामि तत्र पठितं कीदृशपदमस्ति पठितं मया पठितं पुस्तकं लुट् नास्ति लुट् नास्ति हा किन्तु तावदेव अस्तु तदर्थे उक्तम् इति उक्तम् अस्ति तत्र यत् क्रियापदेन वयं कुर्मः तत्र उक्तम् इति पठति इति ततः पठितम् उक्तम् अत्र कथयति अथवा कथ्यम् इति तादृश कथ्यं कथितं तादृशार्थे कथ्यम् अकथ्यम् सर्वं तथ्यं जानाति सत्यम् इति तत्र तथ्यम् इति सर्वं सत्यम् इति मन्ये अथवा सर्वं जानाति इति तत्र सम्यक्तया न स्मरामि तथ्यम् इति कोऽपि सत्यम् इति धन्यवादः अतः तत्र यत् उक्तं न उक्तं तत्र तत्र भगवते वयं तत्र किमपि वक्तुं तत्र आवश्यकता नास्ति खलु सः सर्वं जानाति सः सर्वं जानाति अन्तरङ्गविषये सर्वं जानाति अतः तत्र कथ्यं वा अकथ्यं वा सः सर्वं तथ्यं जानाति अतः तत्र यद्यपि सुधाम किमपि मित्रं किमपि न उक्तवान् किन्तु भगवान् जानाति सः जानाति अतः अतः अग्रे किं भवति इति पश्यामः. अस्तु इदानीं गीताञ्जलि भगिनी पठति वा. आम् महोदय. अस्तु. गृहम् आगत्य सुदामा दृष्टवान् यत् तस्य गृहस्य रूपं गृहस्य अस्तु तस्य गृहस्य रूपं परिवर्तितम् अस्ति. तस्य पत्नी अपि बहुमूल्यैः आभूषणैः अलङ्कृता वर्तते. अग्रिम पठामि वा? अग्रिम वाक्यमपि पठतु भगिनि. एतत् सर्वं कथं घटितम् इति विषये सुदामा आश्चर्यं प्रकटितवान्. तावत् पर्यन्तम्. अस्तु. अत्र भगवान् तु सर्वं जानाति एव. अपि च अधुना सुदामा स्वस्य गृहस्य मार्गे आगतवान् स्वस्य गृहं प्रत्यागतवान् गृहं प्रत्यागतवान् गृहम् आगत्य सुदामा दृष्टवान् इत्युक्ते आगत्य इत्युक्ते आगतवान् तदा तदनन्तरं दृष्टवान् स्वस्य गृह तत्र गृहं दृष्टवान् वा अथवा गृहं नास्ति इति चिन्तितवान् वा? न, गृहं तु अस्ति किन्तु बहु किमपि परिवर्तनम् अभवत्. अभवत्. हा, समीचीनं भगिनि. हा, तस्य गृहस्य रूपं परिवर्तितम् अस्ति. तत्र इत्युक्ते परिवर्तनं तु अभवत् एव. हा, समीचीनम्. इदानीं तत्र परिवर्तितम् इति पदं तत्र कस्य तत्र सम्बन्धः कुत्र अस्ति? तत्र किं परिवर्तितम्? रूपं परिवर्तितम्. अतः परिवर्तितं विशेषणम् अस्ति. रूपं विशेष्यं नपुंसकलिङ्गं. हा, समीचीनं. हा, परिवर्तितं रूपं, गृहस्य रूपं परिवर्तितम् अस्ति. हा, कस्य परिवर्तनं? गृहस्य रूपस्य परिवर्तनं. गृहस्य रूपं परिवर्तितं समीचीनं. हा, तत् सुदामा दृष्टवान्. हा, नूतनगृहम् अपि नूतनगृहस्य रूपं. हा, गृहस्य नूतनरूपं दृष्टवान्. सः किमपि न तत् विषये सः किमपि न चिन्तितवान् अपि च किमपि अपेक्षा न कृतवान् यत्. हा, सत्यं सत्यं. तत्र साहाय्यम् इष्टवान् किन्तु तत्र तस्मिन् विषये सः किमपि न उक्तवान् अतः सः एतद् भवति अथवा एतत् इति समीचीनं भगिनि. अतः तत्र अपेक्षा कापि अपेक्षा तस्मिन् तस्य मनसि नासीत्. समीचीनं भगिनि. तस्य पत्नी अपि बहुमूल्यैः आभूषणैः अलङ्कृता वर्तते. इत्युक्ते सुदाम्नः पत्नी अपि बहुमूल्यैः आभूषणैः इत्युक्ते यदा सुदामा कृष्णस्य गृहे गतवान् तदनन्तरं तु कारणमेव दरिद्रता. किन्तु आगत्य सः दृष्टवान् स्वस्य पत्नी एव बहुमूल्यैः आभूषणैः इत्युक्ते न केवल पुष्पमाला अपि किन्तु बहुमूल्यैः आभूषणैः अलङ्कृता वर्तते. इत्युक्ते तस्या पार्श्वे सन्ति. तत्र पत्नी अलङ्कृता वर्तते. तत्र क्रियापदम् अस्ति वर्तते. वर्तते कः अथवा का वर्तते? का वर्तते अलङ्कृता वर्तते पत्नी वर्तते पत्नी वर्तते पत्नी वर्तते कर्तृपदं पत्नी वर्तते कीदृशी पत्नी कीदृशी पत्नी कीदृशी पत्नी तु पत्नी तु अपि सुदाम्नः पत्नी किन्तु कीदृशी पत्नी इदानीं तत्र विशेषणं किम् अस्ति पत्नी इति पदस्य अलङ्कृता इति विशेषणं अलङ्कृता पत्नी अलङ्कृता पत्नी अलङ्कृता पत्नी पत्नी अलङ्कृता अस्ति वर्तते केन अथवा कैः कैः अलङ्कृता अस्ति सा कैः अलङ्कृता आभूषणैः अलङ्कृता कीदृश आभूषणैः बहुमूल्यैः कीदृशैः समीचीनं भगिनि अतः बहुमूल्यैः आभूषणैः तत्र बहुमूल्यैः आभूषणैः विशेषणं विशेष्यभावः तदनन्तरम् अलङ्कृता पत्नी तत्रापि विशेषणविशेष्यभावः अतः तस्याः अपि परिवर्तनम् अस्ति इदानीं तत्र सा अपि इदानीं तत्र नूतनैः आभूषणैः बहुमूल्यैः आभूषणैः अलङ्कृता अस्ति पत्नी अग्रे तत्र गृहं गृहस्य परिवर्तनं गृहिण्याः अपि परिवर्तनं रूपस्य परिवर्तनम् आभूषणैः अलङ्कृता अस्ति इदानीं अग्रे अग्रे एतत् सर्वं कथं घटितम् इति विषये सुदामा आश्चर्यं प्रकटितवान् इत्युक्ते सः किमपि न चिन्तितवान् तस्य विषये पूर्वस्मिन् पूर्वे पूर्वं पूर्वं तस्मिन् विषये किमपि न चिन्तितवान् किमपि न चिन्तितवान् सर्वं दृष्ट्वा सः बहु आश्चर्यचकित अभवत् सः बहु चकितः अस्ति एतत् कथम् अभवत् किं कस्मात् एतत् सर्वम् अभवत् कस्मात् कारणात् एतत् सर्वम् अभवत् इति सः आश्चर्यं प्रकटयति अपि तस्मिन् विषये तस्य कुतूहलं प्रकटयति इत्युक्ते वदति तस्य वदतु कथम् एतत् सर्वं जातम् इति वदतु इति सः प्रायशः पत्नीं पृच्छति पृच्छति कथं समीचीनं भगिनि समीचीनं अस्तु अग्रे शुभदा भगिनि अग्रे पठति वा श्रीमन् भवतः गमनात् परं कश्चन बालपथिकः अस्माकं गृहम् आगतवान् सा वदति सुदाम्नः पत्नी वदति श्रीमन् इति सम्बोधनरूपेण श्रीमत् इति शब्दस्य सम्बोधनं भवतः गमनात् परं भवतः इत्युक्ते षष्ठी एकवचनं भवान् भवत् इति शब्दस्य षष्ठी एकवचनं गमनात् परं गमनात् पञ्चमी एकवचनं परं कश्चन बालपथिकः इत्युक्ते कोऽपि पथिकः यः मार्गे गच्छति अथवा प्रयासं करोति प्रयासः प्रवासः करोति इति तत्र मार्गे गच्छति प्रवासी इति वक्तुं शक्यते प्रवासी अस्माकं गृहम् आगतवान् सः अस्माकं गृहम् आगतवान् तस्य आगमनमात्रेण एतत् सर्वं स्वतः अजायत इति पत्नी तं सूचितवती बालपथिकस्य आगमनम् एव एतत् सर्वस्य कारणम् अस्ति स्वतः अजायत अजायत इत्युक्ते एतत् सर्वम् अभवत् तत्र सः किमपि न कृतवान् सः किमपि तत्र हस्तेन किमपि न प्रदर्शितवान् सः किमपि न कृतवान् सः आगतवान् सर्वं परिवर्तितं तत्र स्वतः परिवर्तितं स्वतं परिवर्तितम् अथवा स्वतः परिवर्तितः इति. तत्र गृहस्य परिवर्तनमपि तत्र आभूषणं सर्वं तत्र स्वतः जातः. अतः तत्र केवलं तस्य आगमनमात्रेण एतत् सर्वम् अजायत. अतः तत्र किमपि अभवत् तस्मात् कारणात् एतत् इति न, सः आगतवान् किमपि अन्यत् किमपि न अभवत् तत्र. सः आगच्छति सर्वं परिवर्तितं भवति तावदेव. एकः शब्दः अस्ति वा कोऽपि आटोमेटिकलि इति? तत्र स्वतः स्वतः इति तत्र बै इट्सेल्फ् इति अर्थे स्वतः अजायत. तत्र इदानीं तत्र आगत पूर्वस्मिन् वाक्ये आगतवान् गृहम् आगतवान् बालपतिकः अस्माकं गृहम् आगतवान्. अस्माकं गृहं तत्र जानीमः द्वितीयविभक्ति इति, तत्र कारकविभक्ति इति. किन्तु तस्मिन् वाक्ये तत्र अन्या विभक्ति अपि दृष्टवन्तः खलु. तत्र कारकविभक्ति इति अस्ति, तत्र क्रियापदेन सम्बन्धः अस्ति चेत् तत्र विभक्तिरूपं भवति. अन्यत् किम् आसीत्? बालपतिकः. किन्तु तत्र विभक्तेः कारणद्वयम् इति दृष्टवन्तः. एकमस्ति कारकविभक्ति यत्र क्रियापदेन सम्बन्धः अस्ति. द्वितीयकारणं किम् आसीत् विभक्तेः कारणम्? उपपद. उपपद अत्र उपपदं किमपि अस्ति वा? गमनात् परम् इत्युक्ते परम् इति उपपद. परम् इति अस्ति चेत् वयं जानीमः तत्र पञ्चमी. अतः गमनात् परं, गमनात् परं. समीचीनं भगिनि. तावदेव. तत्र भवतः गमनात् परं कश्चन बालपतिकः अस्माकं गृहम् आगतवान्. तस्य आगमनमात्रेण एतत् सर्वं स्वतः अजायत इति सूचितवती. सुधामानं सूचितवती. तत् श्रुत्वा नूनम् एतत् कृष्णस्य कार्यमस्ति इति सुधामा ज्ञातवान्. तत् श्रुत्वा झटिति झटिति इति झटिति इति तत्र तत्र विलम्बेन तत्र सः ज्ञातवान् तत्र एतत् कृष्णस्य कार्यम् अस्ति इति सः ज्ञातवान्. अतः यद्यपि सः किमपि न उक्तवान् किन्तु भगवान् भावग्राही अस्ति इति जानीमः. अपि अत्र प्रदर्शितमस्ति सः साहाय्यं निश्चयेन करोति. अतः अकथ्यं सर्वं श्रीकृष्णः यत् सुधाम्ना न उक्तवान्. अपि यत् सुशीला चिन्तितवती सः तदपि सः जानाति खलु. सुशीलायाः चिन्तनमपि तत्र श्रीकृष्णः निश्चयेन साहाय्यं करोति इति तस्याः चिन्तनम् अपि वचनमपि सः जानाति. अतः तत्र तत्र केवलं कथ्यम् अकथ्यम् इति तत्र तस्मिन् पुरतः कथितम् इति अथवा तत्र किमपि उक्तम् इति न. तत्र यत्रापि भवतु यद् चिन्तनं भवति सः जानाति एव. अतः तत्र सः गुणग्राही अथवा भावग्राही इति वक्तुं शक्नुमः. तत्र तस्य प्रदर्शनम् अत्र अस्ति. अतः तत्र सुधामा इति तस्य गृहम् अपि तत्र दारिद्रता इदानीं तत्र अपगता अस्ति. भक्तस्य मनः पठति. सत्यं भगिनि. सत्यं. सत्यम्. अतः तत्र सः साहाय्यं कर्तुं सः सिद्धः एव इति. अस्तु, समीचीनं भगिनि. अस्तु, अन्य कोऽपि प्रश्नः अस्ति वा अस्मिन् विषये? कथायाः विषये प्रश्नः नास्ति महोदय. कथ्यम् इति कथधातु कथधातु यत् प्रत्यय योजनेन कृदन्त कृत् प्रत्यय यत् यत् इति वा भगिनि अस्तु हा कथितम् इति नास्ति किन्तु कथ्यम् इति. धन्यवादः भगिनि. हा कथ्यं हा कथ्यम् अर्थः समानः कथितम् अथवा कथ्यम् इति किन्तु प्रत्ययः भिन्नः प्रत्ययः भिन्नः. अस्तु भगिनि अन्यरूपम् उदाहरणानि अन्यत् अन्यत् उदाहरणं किमपि वक्तुम् इच्छति वा इच्छति वा तत्र तत्र केवलं वयं कथ्यम् अकथ्यं स तथ्यम् इति दृष्टवन्तः. तदपि स अस्तु तत्र यकारः न दृश्यते इति अतः अहं पृष्टवान्. अस्तु भगिनि धन्यवादः धन्यवादः भगिनि. अस्तु महोदय सत्यम् असत्यं तत्र एतदेव प्रत्यय एषः प्रत्ययः अस्ति प्रायशः समीचीनमेव भगिनि. अस्ति इति धातुः अस् धातोः रूपं प्रायशः एतद् भवति वा सत्यम् इति प्रायशः समीचीनं भगिनि प्रायशः द्रष्टव्यमस्ति किन्तु प्रायशः समीचीनं अत्र हास्यम् इति रूपम् हास्यम् इति वा हास्यं न तु सत्यम्. अस्तु अतः सत्यम् इति अस् धातुः अत्र कृदन्तरूपवल्ली वदति ञत् यत् क्यप् त्रयः प्रत्ययः भावकर्मणोः विहिताः अजन्तेभ्यः यत् प्रत्ययः विधीयते ञत् प्रत्ययः ऋकारान्तदातेभ्यः हलन्तेभ्यः तदेव अस् धातु हलन्तदातुः ञत् अपि अस्ति चेत् वृद्धिः भवति किं भगिनि कीदृशप्रत्यय ञ्यप् मूर्धन्य णकार ञ्यप् यप् क्यप् त्रयः प्रत्ययः भावकर्मणोः विहितः. समीचीनं भगिनि धन्यवादः. सत्यमपि सत्योगः यत् अस्ति महोदय किन्तु एषः एव प्रत्ययः वा इति न जानीमः किन्तु प्रत्ययः एकमेव अस्ति किल यत् प्रत्ययः अस्तु किन्तु तत्र बहवः किन्तु तत्र सत् इति धातुः नास्ति खलु अतः तदेव अरुणा भगिनी तदेव उक्तवती तत्र एकः अन्यः सन्देहः महोदय तत्र कथ्यम् अपि च अकथ्यं तत्र द्वितीयविभक्ति किल तत्र प्रथमविभक्ति तु नास्ति कथ्यः तत्र द्वितीया जानाति इति सकर्मकधातु अथ कथ्यम् इति भवति. सत्यं भगिनि तत्र प्रायशः नपुंसकलिङ्गं नास्ति अस्तु भगिनि तत्र अस्ति न वा इति किन्तु नपुंसकलिङ्गरूपमपि अस्ति महोदय परन्तु तत्र सकर्मकधातु जानाति अस्ति अतः कथ्यः इति पदस्य द्वितीया विभक्ति कथ्यम् अपि च अकथ्यः इत्युक्ते असत्यम् इति भवति. तदपि भवति तदपि समीचीनमेव किन्तु नपुंसकलिङ्गे अस्ति अपि चेत् तत्र दोषः न भवति खलु. हा परन्तु तत्तु सम्यक् परन्तु सर्वं कथ्यम् अकथ्यं सर्वं सत्यं हा तत्र प्रायशः भगिनि तत्र यदि न जानीमः तत्र हा तत्र सुलभं मार्गः अस्ति तत्र किं तद् नपुंसकलिङ्गे अस्ति इति चिन्तनं किन्तु यत् भवत्या उक्तं तत्तु समीचीनमेव तत्र प्रथमाविभक्ति तत्र पुल्लिङ्गे अपि भवितुम् अर्हति तत्र कथ्यः अकथ्यः इति हा स किन्तु तत्र द्वितीयाविभक्तिरूपं स्वीकृत्य तत्र कथ्यम् अकथ्यम् इति भवति. सत्यं भगिनि हा सत्यम् इति रूपं सत् योगः यमु प्रत्यय अहं न जानामि यमु किम् अर्थं किम् अस्तु भगिनि, यमु इति अस्ति वा? अस्तु, तत् एव यमु स्वीकारे, स्वीकारे, हा अस्तु अस्तु अस्तु, अस्ति इति स्वीकारे, अस्तु, हा अस्तु भगिनि, द्रष्टव्यमस्ति, हा अस्तु. तर्हि तत्र अन्यत् किमपि अस्ति वा, अन्य कोऽपि प्रश्नः अस्मिन् अस्याः कथायाः विषये? अस्तु, नो चेत् वदतु भगिनि. अव्ययपदम् आगत्य आगत्य महोदय. किं भगिनि? नूनं, नूनम् इति तत्र झटिति इति अर्थे इति मन्ये भगिनि. नूनम् इत्युक्ते तत्र अव्ययपदं वा महोदय? हा इति मन्ये भगिनि. अपि च नूनम् इत्युक्ते सर्टन्लि, सर्टन्लि अव्ययपदं नूनं. हा नूनं तत्र, हा नूनं तत्र सर्टन्लि अपि तदपि अस्ति भगिनि. अपि झटिति तत्र, तत्र विलम्बः नास्ति, तत्र एकनिमेषान तत्र निमेषद्वयानन्तरं सः ज्ञातवान् इति नास्ति. सः पत्नी उक्तवती एतत् कृष्णस्य कार्यम् इति. तदपि अस्ति, हा तदपि अस्ति, अतः सत्यं भगिनि. हा अत्र तस्य सन्देहः नास्ति, संशयः नास्ति कस्य कार्यम् इति, तस्मिन् विषये संशयः नास्ति, अपि विलम्बः अपि नास्ति, अतः तत्र द्वयमपि वक्तुं शक्नुमः. सत्यं भगिनि. हा अस्तु महोदय. हा एकः प्रश्नः महोदय, निष्कासयति इत्यस्मिन् क्रियापदे निः योगः किं धातुः निष्कासयति, निः इति उपसर्गः अस्ति. निष्कास्य तत्र किम् अस्ति, तत्र धातु कस् अस्ति महोदय. किं भगिनि? कस, कस् अकार अजन्त, निस्योगः कस इति दत्तम्, अपि च नित् निच् निष्कास इति, कस इत्यस्य दीर्घ आकार भवितुं निच् आगच्छति, किन्तु निस् इति निस् इति उपसर्ग कस् कसा धातुः निच् प्रत्ययः. हा अस्तु, अतः तत्र का इति भवति, कस् इति कास् इति भवति. आम् हा अस्तु, कास् इति धातु नास्ति, कस् इति एव धातु अस्ति. तत्र किमर्थम् अजन्त दर्शितानि महोदय? कुत्र भगिनि? शब्दकल्पद्रुमे, अपि च कृदन्त धातुरूपावली तत्रापि, तत्र भज् इति धातु अस्ति चेत् भज इति एव लिखितं, हलन्तं न दर्शितं महोदय. पुनः एकवारं वदतु भगिनि. कुत्र भगिनि? तत्र कृदन्त धातु पुस्तके अपि, उदाहरणार्थं भज् इति धातुं स्वीकुर्मः चेत् भज इति एव दत्तं, भज् इति हलन्तं नास्ति. अत्र शब्दकल्पद्रुमे पश्यामि, निष्कासनम् इति शब्दस्य कृते महोदय, निस्योगः कस् इति न दत्तं, कस् कस इति अजन्तरूपं दत्तम्. ओ अस्ति अस्ति अस्तु अस्तु, धातोः अजन्तरूपं, धातोः अजन्तरूपं दत्तं महोदय. अस्तु भगिनि, न जानामि किमर्थम् इति, हा प्रष्टव्यम् अस्ति, हा न जानामि भगिनि. तत्र प्राय पृष्ट्वा वक्तुं शक्नोमि, किन्तु न जानामि भगिनि. हा अस्तु अस्तु महोदय. हा तत्र किमर्थं तत्र धातोः कदा अजन्तरूपं स्वीकरणीयं, कदा तत्र हलन्तरूपं स्वीकरणीयम् इति प्रश्नः. पूर्वमपि एतस्य विषये अहं चिन्तितवती, भज् इति धातोः भज् सेवायाम् इति, तत्र कृदन्तरूपा रूपनन्दिनी पुस्तके भज इति एव स्वीकृतम्. अस्तु भगिनि अस्तु, भक्ष भज इति रूपाणि. अस्तु भगिनि, अहम् अपि न जानामि किमर्थम्। अस्तु भगिनि, अस्तु अहं पृष्ट्वा अहम् अपि किञ्चित् अन्वेषणं कृत्वा वदामि भगिनि, किन्तु इदानीं न जानामि। अस्तु महोदय, धन्यवादः। अस्तु तर्हि अतः तत्र अग्रे, तत्र अग्रे इत्युक्ते तत्र कथा समाप्ता अस्ति, इदानीं तत्र अभ्यासः सन्ति, तत्र प्रायशः तत्र अतः तत्र करपत्रे प्रथमपुटे किं चित्रं सर्वम् अस्ति, तदनन्तरं द्वितीयपुटे अपि चित्रम् अस्ति, तृतीयपुटे पुटं पठितवन्तः इति मन्ये, चतुर्थपुटमपि पठितवन्तः, प्रायशः अभ्यासः तत्र अभ्यास नम्बर् 18 कृतवन्तः वा? कथायाः अधोभागे सुभाषितानि सन्ति महोदय। ओ तदपि, सत्यं भगिनि, सत्यं सत्यम्, अस्तु अस्तु अस्तु, तत् कृत्वा गच्छामः। अस्तु समीचीनं भगिनि, अस्तु तर्हि तत्र, अस्तु तर्हि तत्र कः वदति तत्र, अस्तु अरुणा भगिनी किञ्चित् पठति वा भगिनि तत्र? सुभाषितं महोदय, आं भगिनि। आप्सु मित्रं जानीयाद् बान्धवान् विभवच्छये। आप्सु आपत्सु, आपत् इति हलन्तपदं, स्त्रीलिङ्गपदम्। आपत्सु मित्रं जानीयात् बान्धवान् विभवच्छये। विभवच्छये अहं न जानामि अर्थं महोदय, विभवक्षये अहमपि न जानामि तत्र विभवक्षये किमस्ति। अक्षः अस्ति तत्र, क्षये इति विभवक्षये मीन्स् लास् आफ् फार्चून् आर् प्रापर्टी। अर्थमस्ति अहम् आपत्समये मित्राः जानीयात् सहायं करोति, बान्धवान् न कुर्वन्ति। अस्तु, बान्धवान् बान्धवान् अस्तु विभवक्षये, अस्तु अस्तु अस्तु, अतः तत्र सत्यं भगिनि, तत्र मित्रं जानीयात् अपि बान्धवान् विभवक्षये, तत्र बान्धवाः अपगच्छन्ति, ते सहायं न कुर्वन्ति, अतः तत्र लास् इति, तत्र बान्धवाः सन्ति इति चिन्तयामः, किन्तु आपत्सु जानीमः बान्धवाः न सन्ति इति। क्षयन्ति इति वा महोदय, क्षय भवन्ति इति, क्षय भवन्ति अथवा तत्र तत्र बन्धुभावः क्षयति इति, तत्र क्षयन्ति। अतः बान्धवान् विभवक्षये, तत्र बान्धवाः सन्ति इति चिन्तनं तत्र इदानीं जानीमः बान्धवाः इति चिन्तितवन्तः, किन्तु इदानीं ते बान्धवाः न सन्ति इति, यतोहि आपत्सु आपत्सु यदि सहायं कुर्वन्ति चेत् जानीमः, नो चेत् इति, तदेव वक्तुं उक्तवती खलु वर्णा भगिनी। विभव इति प्रापर्टि वेल्त् इति अस्ति, विभव तस्य क्षय जातः चेत् इति बान्धवाः इति परीक्षासमये बान्धवान् जानीयात् इति। न भगिनि, आपत्सु आपत्सु यदा यदा आपत् भवति आपत्काले आपत्काले कः मित्र कः सुहृदः कः सुहृदः न इति जानीमः, अपि आपत्काले तत्र बान्धवाः सर्वे बान्धवाः साहाय्यं कर्तुं न आगच्छन्ति, अतः तस्मिन् समये बान्धवाः तत्र अपगच्छन्ति इति अर्थे तत्र लास् इति, यु लूस् रिलेटिव्स् ड्यूरिङ्ग् आपत्काले, ड्यूरिङ्ग् आपत्। महोदय अहं चिन्तयामि आपत्सु काले मित्रं सहायं करोति, बान्धवान् लास् आफ् फार्चून् लैक् विभव क्षये समये कोऽपि सहायं करोति सा एव बान्धवान् अस्ति तादृशर्थे, किन्तु तादृशर्थे, किन्तु सत्यं भगिनि तत्र विभवक्षये इति क्रियापदमस्ति, सकर्मकक्रियापदमस्ति, किं विभवक्षये इत्युक्ते बान्धवान् विभवक्षये. जानीयात् तत्र किं जानीयात्? मित्रं जानीयात्. आपत्सु आपत्काले कः मित्रः कः मित्रमिति जानीयात्. अपि बान्धवान् विभवक्षये तत्र बान्धवाः बान्धवानां तत्र किं तत्र बान्धवान् प्राप्नुमः अपि बान्धवाः सन्ति इति चिन्तयामः किन्तु इदानीं जानीमः ते न सन्ति तत्र साहाय्यं कर्तुं ते न सन्ति इति. अहं मन्ये महोदय द्वे स्थितिद्वयम् इति वा स्थितिद्वयं भगिनि मतिः मतिः मतिः मतयः स्थितिः स्थितिः स्थितयः स्थितिद्वयमस्ति. आपत्सु इति सप्तमी विभक्तौ एकवचने अस्ति. तादृशमेव विभवक्षय इति अपि सप्तमी विभक्तौ एकवचने अस्ति. आपत्काले मित्रं जानीयात् तादृशमेव विभवक्षये यदा वैभवस्य क्षयं भवति तदा काले बान्धवान् अपि जानीयात्. ओ अस्तु भगिनि अस्तु अस्तु अस्तु अस्तु अस्तु भगिनि धन्यवादः. हा क्षयः इति अस्तु अतः क्रियापदं नास्ति इति भवत्याः चिन्तनम् अस्तु भगिनि तत् समीचीनमेव अस्तु भगिनि समीचीनं. हा अहं क्रियापदम् इति चिन्तितवान् अस्तु जानीयात् इति आपत् जानीयात् सत्यं भगिनि अस्तु भगिनि अस्तु अतः तत्र केवलं जानीयात् इति एव एकमेव क्रियापदम् अस्तु समीचीनं भगिनि. हा धन्यवादः. तत्र यथा शुभदा भगिनी उक्तवती तत्र जानीयात् इति क्रियापदम् आपत्सु मित्रं जानीयात् इत्युक्ते आपत्काले मित्रं एषः मित्रं वा न वा इति तस्य ज्ञानं भवति. अपि विभवक्षयकाले तत्र यत् यद् अस्ति किन्तु इदानीं नास्ति तस्मिन् समये वयं किं ज्ञातुं शक्नुमः कः बान्धवः अस्ति कः न अस्ति इति तस्मिन् समये ज्ञातुं शक्नुमः. अतः तत्र आपत्काले भिन्नम् अस्ति विभवक्षयकालं कालः भिन्नः इति. तत्र महोदय आपत्सु मित्रं जानीयात् विभवक्षये बान्धवान् जानीयात् इति इति हा इति तत्र जानीयात् आशीर्लिङ्गे अस्ति महोदय. तत्र विधिलिङ्ग् विधिलिङ्ग् हा विधिलिङ्ग् तत्र अन्वयः तत्र अस्ति तत्र विभवक्षये अपि आपत्सु बान्धवान् जानीयात् मित्रं जानीयात् समीचीनं भगिनि. हा सम्यक् कृतवती भगिनि. शुभदा भगिनी धन्यवादः. समीचीनमेव अहं तत्र क्रियापदम् इति मम चिन्तनदोषः आसीत्. हा धन्यवादः भगिनि. कीदृशक्रियापदं जानीयात् जानीयात् विधिलिङ्ग् भगिनि तत्र स्यात् इति अर्थे आशीर्लिङ्ग् अस्ति इति मन्ये किल पठ्यात् इति अस्ति आशीर्लिङ्ग् विधिलिङ्ग् पठेत् इति पठ्यात् इति आशीर्लिङ्ग् अस्ति इति कृत्वा आशीर्लिङ्ग् इति मन्ये. नास्ति वा? न चिन्तयामि. अहं चिन्तयामि तत्र विधिलिङ्ग् एव इति भगिनि किन्तु ज्ञादातुः खलु ज्ञादातुः खलु तत्र स्यात् इति तत्र विधिलिङ्गे भवति भगिनि. ज्ञायात् ज्ञेयात् ज्ञायात् ओ अस्तु अस्तु जानीयात् इति विधिलिङ्ग् अस्ति. अस्तु धन्यवादः. ओ ज्ञेयात् इति प्रायशः विधिलिङ्ग् अस्ति. आं महोदय ज्ञेयात् अपि च ज्ञायात् अपि द्वयोः पदयोः द्वयोः अस्तु अस्तु अस्तु ज्ञेयात् ज्ञायात् वा किन्तु अस्तु समीचीनं तत्र एषः लकारः अग्रे आगच्छति, तत्र विधिलिङ्ग् लकारः, तत्र यकारः दृष्ट्वा किञ्चित् भ्रमः जातः महोदय, यतोहि आशीर्लिङ्ग् एव यकारः भवितुम् अर्हति, तदर्थमेव जानीयात्, अस्तु जानीयात् विधिलिङ्ग्, अस्तु समीचीनम्, अस्तु अग्रे तत्र, अस्तु तत्र प्रायशः एषः एव श्लोकः तत्र गीतासोपाने अपि अस्ति इति मन्ये, किन्तु द्वितीयश्लोकः अस्तु तत्र पश्यामः तत्र. महोदय एकम् अन्य प्रश्न अस्ति महोदय, आपत्सु अपि विभवक्षये पदद्वयं तु सप्तमी अस्ति, अत्र सति सप्तमी न भगिनि, तत्र यथा शुभदा भगिनी उक्तवती अपि शोभा भगिनी वाक्यं कृतवती, तत्र आपत्सु मित्रं जानीयात् एकं वाक्यम्, अन्यत् वाक्यम् अस्ति विभवक्षये बान्धवान् जानीयात् इति. आपत्सु आपत्काले मित्रं जानीयात्, विभवक्षयकाले बान्धवान् जानीयात् इति, अतः तत्र वाक्यद्वयम् इति. अस्तु अग्रे तत्र एतावत् कः अथवा का न पठितवती अथवा उक्तवती तत्र, अस्तु नरेश महोदय वदतु, पठतु महोदय अग्रे. आं महोदय, करावेव शरीरस्य नेत्रयोरिव पक्ष्मणि, अविचार्य प्रियं कुर्यात् तन्मित्रं मित्रमुच्यते. कराविव, तत्र इव इति अस्ति महोदय, करौ इव, करौ इव, आम् कराविव, करौ इव, कराविव, इव इत्युक्ते तत्र इव इव इति जानीमः खलु, मित्रम् इव, तत्र करौ इव शरीरस्य, शरीरस्य षष्टिविभक्ति, नेत्रयोरिव, नेत्रयोः इव, नेत्रयोः इव, नेत्रयोः इव किं, पक्ष्मणि, पक्ष्मणि, पक्ष्मणि इत्युक्ते तत्र ऐलाश, नेत्रयोः पक्ष्मणि, तत्र शरीरस्य करौ, नेत्रयोः, नेत्रयोः तत्र षष्ठी वा सप्तमी वा, षष्ठी, षष्ठी एव, यतोहि तत्र शरीरस्य षष्ठी अस्ति, शरीरस्य करौ इव नेत्रयोः पक्ष्मणि, पक्ष्मणि, अविचार्य अस्ति, अविचार्य, हा प्रियं कुर्यात् तत् मित्रं, मित्रम् उच्यते, तत् तत् मित्रं, तत्र सन्धिकार्यं भूत्वा तन्मित्रं, तत् मित्रं, तन्मित्रं, मित्रम् उच्यते, हा तन् तत् मित्रं, मित्रम् उच्यते, तन्मित्रं, मित्रम् उच्यते, हा सः तत्र वस्तुतः तत्र सत्यमित्रं कः इति, तत्र मित्रम् इत्युक्ते कः, कः मित्रम् इति पदस्य अर्हता प्राप्यते इत्युक्ते तत्र यः अथवा करौ इव शरीरस्य नेत्रयोः इव पक्ष्मणि, अविचार्य प्रियं कुर्यात् तन्मित्रं मित्रम् उच्यते, तत्र शरीरस्य, शरीरकरौ इव शरीरस्य इति अस्ति, अपि नेत्रयोः इव पक्ष्मणि इति, तत्र द्वयमस्ति, तत्र करौ किं कुर्वन्ति? तत्र शरीरस्य अविचार्य प्रियं कुर्वन्ति खलु? अविचार्य किमस्ति? अविचार्य चिन्तनं नास्ति, विचिन्त्य तत्र अस्तु अहं सहायं करोमि इति चिन्तनं कृत्वा ते सहायं कुर्वन्ति वा? अविचार्य तादृश अपि तत्र नेत्रयोः इव पक्ष्मणि, पक्ष्मणि तत्र नेत्रयोः साहाय्यं करोति खलु? यदि किमपि वस्तु तत्र समीपं नेत्रयोः समीपम् आगच्छति चेत् तत्र पक्ष्मणि नेत्रयोः रक्षणं करोति, अतः तत्र अविचार्य प्रियं करोति. तादृशः मित्रं यः तादृशं करोति, अविचार्य प्रियं करोति, सः एव तत्र अथवा तद् एव मित्रम् इति उच्यते. इति तत्र करौ इव शरीरस्य अपि नेत्रयोः इव पक्ष्मणि, तत्र प्रायशः करौ इव शरीरस्य, शरीरस्य करौ इव अपि नेत्रयोः पक्ष्मणि इव अविचार्य प्रियं कुर्यात् मित्रं, तन्मित्रं मित्रं मित्रम् उच्यते इति. अस्तु, अग्रे तत्र प्रश्नः अस्ति वा? सुलभम् अस्ति इति मन्ये. अस्तु, अग्रे तत्र मधु महोदय तत्र अग्रिमश्लोकः पठति वा? ददाति प्रतिगृह्णाति गृह्णाख्याति गुह्यं, गुह्यम् आख्याति, गुह्यमाख्याति ददाति प्रतिगृह्णाति गुह्यम् आख्याति पृच्छति, पृच्छति भुङ्क्ते भोजयति, भुङ्क्ते भोजयते तैव षड्विधं षड्विधं प्रीतिलक्षणम् प्रीतिलक्षणम्. पुनः मित्रस्य विषये सुहृत् अथवा स्नेहित इति तत्र सखी अथवा सखा इति विषये तत्र ददाति प्रतिगृह्णाति गुह्यम् आख्याति पृच्छति भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणं. तत्र गुह्यम् आख्याति, यत् गुह्यम् अस्ति तत्र तस्य प्रदर्शनं करोति, आख्याति गुह्यम् आख्याति पृच्छति भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणं. तत्र प्रायशः किमपि वक्तव्यमस्ति? षड् षड्विधं, हा षड्विधलक्षणानि तत्र प्रीतिलक्षणानि एतानि सन्ति. तत्र ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति भुङ्क्ते भोजयते, हा तत्र प्रायशः किञ्चित् दृष्ट्वा अग्रिमे वर्गे तस्य चर्चां कुर्मः इति मन्ये. तत्र किमर्थं एतत् एतानि एव लक्षणानि सन्ति इति तत्र मनसि किञ्चित् क्लेशः अस्ति, किन्तु यदि अन्य कोऽपि वक्तुम् इच्छति चेत् कृपया वदतु. ददाति मतलब् गिविङ्ग् महोदय. अस्तु, प्रतिगृह्णाति स्वीकरोति स्वीकरोति. अस्तु, गुह्यम् आख्याति पृच्छति मीन्स् मतलब् सारी लैक् रिवीलिङ्ग् सीक्रेट् बिट्वीन् ईच् अदर् लैक् मित्रम्. अस्तु, भुङ्क्ते इत्युक्ते गृहम् आगत्य खादति, गृहम् भोजयते इत्युक्ते तस्य गृहं गत्वा अस्तु स एव षड्विधं प्रीतिलक्षणम् अस्ति महोदय. अस्तु अस्तु अस्तु भगिनि अस्तु अस्तु तर्हि अस्तु. अतः तत्र कोऽपि प्रश्नः नास्ति इति मन्ये. अस्तु भुङ्क्ते अपि च एन्जोय् एन्जोय् महोदय. हा तदपि अस्ति तदपि अस्ति भगिनि सत्यं सत्यं भोग इति अर्थे भुङ्क्ते इति इत्युक्ते द्वयोः मध्ये प्रेम अस्ति एन्जोय् अतीवप्रेम महोदय मित्र सत्यं भगिनि अस्तु. अतः प्रीतिलक्षणम् अस्तु प्रीतिलक्षणम् च एव एतद् एव षड्विधं प्रीतिलक्षणम् अस्तु अस्तु तर्हि अस्तु तर्हि अन्य कोऽपि अस्ति वा अत्र वक्तुम् अस्मिन् सुभाषितस्य विषये. अस्तु तर्हि तर्हि तत्र किं कुर्मः तत्र प्रायशः अभ्यासः इदानीं तस्य आरम्भं मास्तु किन्तु एकवारं तत्र अहं वारं वारं तत्र आत्मन् शब्दस्य रूपाणि जानन्तु इति प्रेषयामि. अतः एकवारं तत्र आत्मन् अपि भवान् शब्दस्य एकवारं तस्य कण्ठस्थीकरणार्थं किञ्चित् अभ्यासं कुर्मः तत्र. अतः तत्र स्वरूपमहोदयस्य करपत्रे प्रथमपुटे तत्र भवान् शब्दः अस्ति आत्मन् शब्दः अस्ति प्रायशः एतद् द्वयं पर्याप्तम् इति मन्ये. अतः तत्र एकवारं तत्र कः पठति मधु महोदय तत्र एकवारं पठति वा महोदय तत्र भवान् शब्दस्य रूपाणि कुत्र अस्ति महोदय. अस्तु अस्तु चिन्ता मास्तु तत्र भवान् भवन्तौ भवन्तः भवन्तं भवन्तौ भवतः भवता भवद्भ्यां भवद्भिः भवते भवद्भ्यां भवद्भ्यः भवतः भवद्भ्यां भवद्भ्यः भवतः भवतोः भवतां भवति भवतोः भवत्सु. हा इति समीचीनम् अस्तु. अग्रे तत्र अरुणा भगिनी तत्र तत्र आत्मन् पदस्य रूपाणि एकवारं वदति वा भगिनि. ओके महोदय. आत्मन् नकारान्त पुंलिङ्गशब्दः आत्मा आत्मानौ आत्मानः हे आत्मन् हे आत्मानौ हे आत्मानः आत्मानम् आत्मानौ आत्मनः आत्मना आत्मभ्याम् आत्मभिः आत्मने आत्मभ्याम् आत्मभ्यः आत्मनः आत्मभ्याम् आत्मभ्यः आत्मनः आत्मनोः आत्मनाम् आत्मनि आत्मनोः आत्मसु. हा समीचीनं भगिनि अस्तु. इदानीं तत्र भवत् शब्दवत् पठत् अस्ति इच्छत् इति दृष्टवन्तः तत्र. अतः तत्र इच्छत् अपि गच्छन् हा इच्छन् गच्छन् इति दृष्टवन्तः तदपि एकवारं कुर्मः तत्र. अस्तु तत्र केवलं तत्र अभ्यासार्थं हा वेदा भगिनी तत्र पठन् न न गच्छन् इति गच्छत् इति तकारान्तपदं भवत् शब्द इव गच्छन्तौ गच्छन्तः गच्छतं गच्छन्तौ गच्छतः गच्छता गच्छद्भ्यां गच्छद्भिः गच्छते गच्छद्भ्यां गच्छद्भ्यः गच्छतः गच्छद्भ्यां गच्छद्भ्यः गच्छतः गच्छतोः गच्छतां गच्छति गच्छतोः गच्छत् गच्छत्सु. समीचीनं भगिनि गच्छत्सु समीचीनम् अस्तु. किमर्थं तत्र न दत्तम् अस्ति भगिनि सत्यं सत्यं हा किन्तु तत्र भगवन् इति जानीमः भगवान् तत्र हा इदानीं न दत्तमस्ति सत्यमेव भगिनि अस्तु. अग्रे महान् इति अस्तु तत्र नकारान्तपदं किन्तु महान् तत्र महान् इति रूपं किन्तु तत्र महत् इति एव जानीमः महत् इति अस्ति. अतः तत्र उषा भगिनी महत् इति पदस्य महान् इति रूपं महान् इति प्रथमविभक्तिरूपं महान् महान्तौ महान्तः हे महान् हे महान्तौ हे महान्तः महान्तं महान्तौ महतः महता महद्भ्यां महद्भिः महतः महते महते महते महद्भ्यां महद्भ्यः महतः महद्भ्यां महद्भ्यः महतः महतोः महतां महति महतोः महत्सु समीचीनं समीचीनं भगिनि अस्तु अग्रे शोभा भगिनि इदानीं तत्र इच्छन् इति पूर्वं गच्छन् इति कृतवन्तः इदानीम् इच्छन् आं महोदय इच्छन् इच्छान् इच्छन् इच्छन् इच्छन् इच्छन्तौ इच्छन्तः इच्छन्तम् इच्छन्तौ इच्छतः इच्छता इच्छद्भ्याम् इच्छद्भिः इच्छते इच्छद्भ्याम् इच्छद्भ्यः इच्छतः इच्छद्भ्याम् इच्छद्भ्यः इच्छतः इच्छतोः इच्छताम् इच्छति इच्छतोः इच्छत्सु इति समीचीनं भगिनि हा अस्तु अग्रे नरेश् महोदय इदानीं तत्र श्रीमन् इति श्रीमता श्रीमद्भ्यां श्रीमद्भिः श्रीमते श्रीमद्भ्यां श्रीमद्भ्यः श्रीमतः श्रीमद्भ्यां श्रीमद्भ्यः श्रीमतः श्रीमतोः श्रीमतां श्रीमति श्रीमतोः श्रीमत्सु हा समीचीनं महोदय अस्तु अग्रे तत्र अरुणा भगिनी इदानीं तत्र किं तत्र हा राजा भवती उक्तवती खलु क्षम्यताम् अरुणा भगिनी भवती उक्तवती एकनिमिषं आत्मन् उक्तवती भवती अस्तु वंशीसुधा भगिनी इदानीं तत्र तत्र किं कुर्मः तत्र गुणग्राहिप्रेमिन् नकारान्तपदं हा राजा इव स्वीकुर्मः राजा अस्तु राजा तु नकारान्तपदमस्ति हलन्तपदं राजा राजानौ राजानः राजानं राजानौ राज्ञः तत्र परिवर्तनं भवति महोदय राज्ञा राजभ्यां राजभिः राज्ञे राजभ्यां राजभ्यः राज्ञः राजभ्यां राजभ्यः राज्ञः राज्ञोः राज्ञां राज्ञी नो चेत् राजनि द्वितीया तु राज्ञोः राजसु राजन् हे राजन् हे राजानौ हे राजानः हे राजानः समीचीनं भगिनि हा अस्तु इदानीं मधु महोदय इदानीं तत्र भगवान् इति करोति वा भगवत् शब्दस्य भवान् शब्दं कृतवन्तः कृतवान् क्षम्यतां महोदय क्षम्यताम् अस्तु गीताञ्जलि भगिनी भगवान् इति महोदय भगवान् भगवन्तौ भगवन्तः भगवन्तं भगवन्तौ भगवतः भगवता भगवद्भ्यां भगवद्भिः भगवते भगवद्भ्यां भगवद्भ्यः भगवतः भगवद्भ्यां भगवद्भ्यः भगवतः भगवतोः भगवतां भगवति भगवतोः भगवत्सु हे भगवन् हे भगवन्तौ हे भगवन्तः हा इति अस्ति अस्तु समीचीनम् अतः इदानीं तत्र हलन्तपदानां पुल्लिङ्गरूपाणि दृष्टवन्तः वयं अतः अग्रिमे वर्गे तत्र अभ्यासः सन्ति अस्मिन् करपत्रे किन्तु तद् मास्तु अग्रे गच्छामः अग्रिमे वर्गे तत्र वयं किं कुर्मः हलन्तपदानां स्त्रीलिङ्गरूपाणि पश्यामः अग्रिमे वर्गे अतः तत्र ये अभ्यासः अस्मिन् करपत्रे सन्ति तान् स्वयमेव कुर्वन्तु अग्रिमे वर्गे तत्र नूतनकरपत्रं तत्र स्त्रीलिङ्गपदानां करपत्रम् एकं प्रेषयामि तद् तस्य आरम्भं कुर्मः तत्र गीतासोपाने किं भवति इत्युक्ते तत्र स्त्रीलिङ्गपदम् अपि नपुंसकलिङ्गपदम् तत्र एकवारमेव तत्र भिन्नम् इति न चिन्तयन्ति, तत्र एकस्मिन् समये द्वयोः परिचयं कुर्वन्ति, अतः तत्र किञ्चित् क्लेशः भवति इति कृत्वा तत्र वयं स्त्रीलिङ्गपदानां परिचयं प्रथमतया कुर्मः, तदनन्तरं नपुंसकलिङ्गपदानां परिचयं कुर्मः. अतः केवलम् अन्यत् करपत्रमस्ति, तदनन्तरं गीतासोपानं द्वितीयभागे यत् अस्ति तत् अनुसरामः. अस्तु, तर्हि अन्य कोऽपि प्रश्नः? अस्तु, तर्हि अतः तत्र सर्वेषां कृते नूतन संवत्सरस्य शुभाशयाः. अग्रिमे वर्गे मिलामः. सर्वेभ्यो नमः. तत्र ओ अस्तु अस्तु, क्षम्यताम्. शोभा भगिनी, तत्र अन्ते भवती वदति वा भगिनी तत्र शान्तिमन्त्रम्? आम् महोदय, वदामि. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्तिश्शान्तिश्शान्तिः. श्रीगुरुभ्यो नमः. हरिः ओम्. धन्यवादः भगिनी. धन्यवादः. सर्वेभ्यो नमः. धन्यवादः. नमस्कारः. अग्रिमवर्गे मिलामः. धन्यवादः. शुभरात्रि. शुभरात्रि. नमस्कारः.